पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 35 महादेव उवाच अतस्त्वां सम्प्रवक्ष्यामि उन्मीलनीमनुत्तमां यस्याश्रवणमात्रेण जन्मसंसारबन्धनाद पापात्मा मुच्यते पापै स्वर्गलोके महीयते देवदापितरश्चैव तस्या गतिमवाप्नुयुः विद्यार्थी लभते विद्यां सर्वकामानवाप्नुयात् तस्या व्रता न सन्देहस्वर्गलोके महीयते स्वस्थानं तत्र वै प्राप्तशिवलोके महीयते अतस्त्वं कुरुषे राजन्वैष्णवानां तु पूजनं वैष्णवानां तु ये राजन् सेवा कुर्वन्ति नित्यशः तेषां दण्डं च कुरुषे नो वा तेषां नराधिपः भोजनानन्तरं तेषां भोजनं कुरुते नृप तैरेव पूजितो विष्णोर्यैर्भक्र्यादु प्रपूजितः शालग्रामशिलाभूतां दत्त्वा मूर्धनि प्रत्यहं त्वं धारयसि भूपालकण्ठे नित्यं सुभकृतः धूपशेषं तु वै विष्णोर्भक्त्या भजसि भूपते आरार्तिकं सदा कृत्वा भक्तानां वेदयेर्नृप शङ्खोदकं हरेर्मूर्ध्नि भ्रामयित्वा दुभक्तितः नित्यं बिभर्षि शरसि शेषं यच्छसि वैष्णवान् नैवेद्यं प्रत्यहं कृत्वा सर्वोपस्करसंयुतम् विश्वक्सेनाय दत्त्वा वै स्वयं भुनक्षिवाडव विष्णोर्निवेदितं चान्नं वैष्णवै सह भुज्यते नित्यं नामसहस्रेण भक्त्या स्तौषि जनार्दनम् दीपार्खदानं वै विष्णो कुरुषे गीतनर्तनम् श्यामाङ्गुरै पूजयसे पूज्यन्ते नृपसत्तम श्यामाङ्गुरै सदा वत्सपूजनं चादिदुर्लभं पृथ्वीदानसमं पुण्यं दूर्वया पूजने कृते अधो वै नास्ति लोकेऽस्मिन् दूर्वाया सदृशं भुवि तया वै पूजनं कार्यं विष्णु सायुज्यमिच्छता अतस्त्वं कुरुषे नित्यं पूजनं दूर्वया सह यवाक्षतैर्विशेषेण पूजनं कुरुषेण वा पक्षे पक्षे नृपश्रेष्ठविधिवद्वादशी व्रतम् यत्कृतं तु महाराज महापापप्रणाशनं मोक्षदं सुखदं चैव तथा युष्यप्रदं सदा एतद्विष्णुव्रतं प्रोक्तं वैष्णवानां तु मोक्षदं गृहस्थानं तु सुखदं यदीनां मुक्तिदायकम् सर्वरोगादिशमनं पवित्रं कायशोधनं व्रतमेतच्च कुरुषे नो वा चैव नराधिप दशमी वेधरहितं कुरुषे जागरान्वितं तुलसीपत्रनिकरैर्नित्यं पूजयसे हरिम् गोपीचन्दनजं पत्रं फाले वा नृपसत्तम धारितं सर्वलोकानां पवित्रीकरणं नृप अतस्त्वं च धारयसे गोपीचन्दनसम्भवम् ब्रह्मा हे महारी च मद्यपानी तथैव च अगम्यगो महापापी तथा ह्यनृदभाषितः ते सर्वे मुक्तिमायान्दितिलकं धारणादृदाः बिभर्षि कण्ठे नित्यं त्वं धात्रीफलसमुद्भवाम् मालां मुख्यायुधसमां तुलसीपत्रसम्भवां शालग्रामशिलायुक्तां द्वारकायां समुद्भवाम् नित्यं पूजयसे भूपभुक्तिमुक्तिफलप्रदां पद्मसंज्ञं पुराणं वै पठसे पुरदो हरेः चरितं दैत्यराज्यस्य प्रह्लादस्य च भूपते वासरं वासुदेवस्य सवेधं कुर्वदो नरान् निवारयसि भूपालशास्त्रं दृष्ट्वा प्रयत्नदः सवेधं वासरं विष्णोर्यस्मिन्राष्ट्रे प्रवर्तते लिप्यते तेन पापेन राजा भवति नारकी वेधं च दुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनं कुलकोटिं समुद्धृत्य विष्णुलोके महीयते गौतम उवाच शृणु भूपाल वक्ष्यामि वैष्णवाख्यं महाव्रतम् यं श्रुत्वा पापिनः सर्वे मुक्ति मायान्ति तत्क्षणाद् द्वादशी सम्भवं पुण्यं मया ख्यातं न कस्यचिद् वैष्णवोऽसि महाराज भक्तो भागवते नृणां वैष्णवं तु महागुह्यं तद्व्रतं त्वं निशामय उन्मीलनी नाम पुरा भक्त्या मे माधवेन तु कथिता सुप्रसन्नेन तां ते भूपवदाम्यहम् एकादशी अहोरात्रं प्रभाते खडिका भवेद उन्मीलनी तु साज्ञेया विशेषेण हरिप्रिया त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च कोट्यंशे नैव तुल्यानि मखा वेदास्तपांसि च उन्मीलनी समं किञ्चिन्न भूतं न भविष्यति प्रयागो न कुरुक्षेत्रं न काशी न च पुष्करः शैलो हिमाचलो नैव न मेरुर्गन्धमादनः शैलो न नीलनिषधो न विन्ध्यो नैव नैमिषं गोदावरी न कावेरी चन्द्रभागा न वेदिका न तापी न पयोष्णी च न क्षिप्रा नैव चन्दना चर्मण्वतीजसरयुश्चन्द्रभागा न गण्डिका गोमती च विपाशा च शोणाख्यश्च महानदः किमत्र बहुनोक्तेन भूयो भूयो नराधिप उन्मीलनी समं किञ्चिन्न देवकेशवात्परः उन्मीलनी मनुप्राप्य ह्यैकृतं केशवार्चनं पापचक्रसमूहस्य राशयः पतिताः क्षणाद् यस्मिन् मासे महीपालतिथिरुन्मीलनी भवेद् तन्मासनाम्ना गोविन्दपूजनीयप्रयत्नदः जातरूपमयः कार्यं मासनाम्नादुमाधवः स स्वशक्रिया विश्वरूपस्तु श्रद्धाभक्तिसमन्वितः पवित्रोदकसंयुक्तं पञ्चरत्नसमन्वितं गन्धपुष्पाक्षतैर्युक्तं कुम्भं स्रग्धामभूषितं पात्रं च सोदकं कार्यं गोधूमैश्चापि पूरितं नानारत्नैश्च संयुक्तं नानागन्धैः प्रपूजितं मल्लिकामोदसंयुक्तं जादीपुष्पैः प्रपूजितं श्वेदाख्यैस्तण्डुलैश्चैव पूरणीयप्रयत्नतः प्रदद्याद्वस्त्रयुग्मं तु उपवीतं तु सोत्तरम् उपानहौ तु राजर्षे आदपत्रं शिरोपरि भोजनं जलपात्रं च सप्तधान्यं तिलैः सह रूप्यं चैव दु कार्पास्सम्पायसमुद्रिका हरेः धेनुर्वात्र दु दादव्या वत्सालङ्कारसंयुधा सुवर्णशृङ्गी रौप्यकुरी ताम्रपृष्ठी तथैव च कंस्य दोहीं रत्नपुच्छीं दद्याद्वै गुरवे तदा शय्यां सोपस्करां दद्यात् साधवे भक्तिपूर्वकं धूपं दीपं तु नैवेद्यं फलपत्रं निवेदयेद पूजनीयो महाभक्तैर्मन्त्रैरेभिस्तु केशवः तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैस्तथा मासनाम्नैव चरणौ जानुनी विष्णुरूपिणे गुह्ये दु गुह्यपतये कटे वैपीदवाससे ब्रह्ममूर्तिभृदे नाभा उदरे विश्वयोनये हृदये ज्ञानगम्याय कण्ठे वैकुण्ठमूर्तये ऊर्ध्वगाय ललाटे दु बाहौ दक्षान्तकारिणे उत्तमाङ्गे सुरेशाय सर्वाङ्गे सर्वमूर्तये स्वनाम्ना चायुधादीनि पूजनीयानि भक्तिदः अर्कदानं प्रकर्तव्यं नालिकेरादिभिः समं शङ्खोपरि जले कृत्वा गन्धपुष्पाक्षतान्वितम् सूत्रेणावेष्टितं कृत्वा दद्यादर्कं विधानतः देवदेव महादेव श्रीकेशव जनार्दन सुब्रह्मण्य नमस्तेस्तु पुण्यराशिविवर्धन शोकमोह महापापान् मामुद्धर भवार्णवाद सुकृतं न कृतं किञ्चिज्जन्मकोटिशतैरपि तथापि मां महास्वामिन् मामुद्धर भवार्णवाद व्रतेनानेन देवेश ये चान्ये मम पूर्वजाः वियोनिं च गदाश्चान्ये पापमृत्युवशं गदाः ये भविष्यन्ति येतीदा प्रदलोकान् समुद्धर श्रान्तोऽस्म्यहमधीनस्य भक्तिरव्यभिचारिणी दत्तमर्घं मया तुभ्यं भक्त्या गृह्णगदाधर दत्त्वार्घं धूपदीपाद्यैर्नैवेद्यैर्विष्णुसम्भवैः स्तोत्रैर्नीराजनैर्गीतैर्भृत्यै सन्तोषयेद्धरिं वस्त्रैर्दानैश्च गोदानैर्भोजनैस्तोषयेद्गुरुम् तथा तथा विधातव्यं गुरु वै प्रीतिमाप्नुयाद लोकानां तारणार्थाय धात्रा सृष्टो गुरुर्यतः अदो वै गुरुपूजा च कर्तव्या वै प्रयत्नतः अहितं यो नाशयति स्वहितं दर्शयेत् सदा स गुरुः स च विज्ञेयः सर्वधर्मार्थकोविदः अकुर्वन्वित्तशाढ्यं तु गुरवेत्तं निवेदयेद् गुरोर्निवेदिते भूप परिपूर्णं भवेद्व्रतं कृत्वा दिवातनं कर्म भोजनं ब्राह्मणैः सह कर्तव्यं नृपशार्दूलदिनं नेयं कथानकैः अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम् कल्पकोटिसहस्राणि वसते विष्णुसन्निधौ इति श्रीपाद्मे महापुराणे स उत्तरखण्डे उमापदि नारदसंवादे उन्मीलनीव्रतं नाम पञ्चत्रिंशोऽध्यायः ॐ